पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 34 सूत उवाच यथा शप्तावने पूर्वं सुशङ्खेन महात्मना तासु सर्वं समाख्यातं सखीष्वेव विचेष्टितम् आत्मनश्च महाभागा दुःखेनाधिप्रपीडिता सुनीधो वाच अन्यच्चैव प्रवक्ष्यामि सख्यशृण्वं तु साम्प्रतं मदीयरूपसम्पत्ति वयः सगुणसम्पदः विलोक्य तादश्चिन्तात्मा सञ्जातो मम कारणात् देवेभ्यो दादुकामोऽसौ मुनिभ्यस्तु महायशाः मां च हस्ते विगृह्यैव सर्वान्वाक्यमुदाहरद गुणयुक्ता सुता बाला ममेयं चारुलोचना दादुकामोऽस्मि भद्रं वो गुणिने सुमहात्मने मृत्योर्वाक्यं तदो देवार्षय शुश्रुवुस्तदा तमोचुर्भाषमाणं ते देवा इन्द्रपुरोगमाः तव कन्या गुणाढ्येयं शीलानां परमो निधिः दोषेणैकेन संदुष्टा ऋषिशापेन तेन वै अस्यामुत्पत्स्यदे पुत्रो यस्य वीर्यात् पुमान् किल भविता स महापापी पुण्यवंश विनाशकः गङ्गातोयेन सम्पूर्णकुम्भ एव प्रदृश्यते सुराया बिन्दुना लिप्तो मद्यकुम्भप्रजायते पापस्य पाप संसर्गात्कुलं पापिप्रजायते आरनालस्य वै बिन्दुः क्षीरमध्ये प्रयाति चेत् पश्चान्नाशयदे क्षीरमात्मरूपं प्रकाशयेद् तद्वद्विनाशयेद्वंशं पापपुत्रो न संशयः अनेनापि हि दोषेण तवेयं पापभागिनी अन्यस्मै दीयतां गच्छ देवैरुक्तः पिता मम देवैश्चापि स गन्धर्वैर्ऋषिभिश्च महात्मभिः तैश्चापि सम्परित्यक्तः पिता मे दुःखपीडितः ममान्ये चापि स्वीकारं न कुर्वन्ति हि सज्जनाः एवं पापमयं कर्म मया चैव पुरा कृतं संतप्ता दुःखशोकेन वनमेव समाश्रिता तप एव चरिष्यामि करिष्ये कायशोषणं भवतीभिः सुपृष्ठाहं कार्यकारणमेव हि मम चिन्तानुगं कर्म मया तद्वत् प्रकाशितम् एवमुक्त्वा सुनीधा सा मृत्यो कन्या यशस्विनी विरराम च दुःखार्ता किञ्चिन्नोवाच वै पुनः सख्य ऊचुः दुःखमेव महाभागे त्यजकाय विनाशनं नास्ति कस्य कुले दोषो देवैः पापं समाश्रितं जिह्ममुक्तं पुरा तेन ब्रह्मणा हरसन्निधौ देवैश्चापि सहित्यक्तो ब्रह्मा पूज्यतमो भवद ब्रह्महत्या प्रयुक्तोऽसौ देवराजोऽपि पश्य भोः देवैः सार्धं महाभागस्त्रैलोक्यं परिभुञ्जति गौतमस्य प्रियां भार्यामहल्यां गतवान् पुरा परदाराभिगामी स देवत्वे परिवर्तते ब्रह्महत्योपमं कर्म दारुणं कृतवान् हरः ब्रह्मणस्तु कपालेन चाद्यापि परिवर्तते देवानमन्दिदं देवमृषयो वेदपारगाः आदित्यः कुष्ठसंयुक्तस्त्रैलोक्यं च प्रकाशयेत् लोकानमन्दिदं देवं देवाद्याः सचराचराः कृष्णो भुङ्क्ते महाशापं भार्गवेण कृतं पुरा गुरुधार्याङ्गदश्चन्द्रः क्षयितेन प्रजायते भविष्यति महातेजा राजराजप्रतापवान् पाण्डुपुत्रो महाप्राज्ञो धर्मात्मा स युधिष्ठिरः गुरोश्चैव वधार्थाय अनृतं स वदिष्यति एतेष्वेव महत्पापं वर्तते च महत्सु च वैगुण्यं कस्य वैनास्ति कस्य नास्ति च लाञ्छनं भवति स्वल्पदोषेण विलिप्तासि वरानने उपकारं करिष्यामस्तवैव वरवर्णिनि तवाङ्गेये गुणाः सन्ति सत्यस्त्रीणां यथा शुभे अन्यत्रापि न पश्यामस्तान् गुणांश्चारुलोचने रूपमेव गुणस्त्रीणां प्रथमं भूषणं शुभे शीलमेव द्वितीयं च तृतीयं सत्यमेव च आर्जवत्वं चतुर्थं च पञ्चमं धर्ममेव हि मधुरत्वं ततः प्रोक्तं षष्ठमेव वरानने शुद्धत्वं सप्तमं बाले अन्तर्बाह्येषु योषितम् अष्टमं हि पितुर्भावशुश्रूषा नवमं किल सहिष्णुर्दशमं प्रोक्तं रतिश्चैकादशं तथा पादिव्रत्यं ततः प्रोक्तं द्वादशं वरवर्णिनि तैस्त्वं सम्भूषिता बाले मा बिभेषि वरानने येनोपायेन ते भर्ता भविष्यदि सुधर्मदृक् तमुपायं प्रपश्यामस्तवार्थं वयमेव हि तामूचुस्ता वरा सख्यो मात्वं वै साहसं गुरु सूत उवाच एवमुक्त्वा सुनीता सा पुनरुजे सखीस्तुस्ताः कथयध्वं ममोपायं येन भर्ता भविष्यति तामूचुस्तावरा नार्यो रम्भाद्याश्चारुलोचनाः रूपमाधुर्यसंयुक्ता भवती भूदिवर्धनी ब्रह्मशापेन संभीदा वयमत्र समागताः तां प्रोजुश्च विशालाक्षीं मृत्योकन्यां सुलोचनां विद्यामेकां प्रदास्याम पुरुषाणां प्रमोहिनीं सर्वमायाविदां भद्रे सर्वभद्रप्रदायिनीं विद्याबलं ततो दद्युस्तस्यैता सुखदायकं यं यं मोहयितुं भद्रे इच्छस्येवं सुरादिकम् तं तं सद्यो मोहय वा इत्युक्ता सा तथा करोद विद्यायां हि सुसिद्धायां सा सुनीता सुनन्दिता भ्रमत्येवं सखीभिस्तु पुरुषान् सा विपश्यति अडमानागदा पुण्यं नन्दनं वनमुत्तमं गङ्गातीरे तदो दृष्ट्वा ब्राह्मणं रूपसंयुतं सर्वलक्षणसम्पन्नं सूर्यतेजःसमप्रभम् रूपेणा प्रतिमं लोके द्वितीयमिव मन्मथं देवरूपं महाभागं भाग्यवन्तं सुभाग्यदम् अनौपम्यं महात्मानं विष्णुतेजःसमप्रभं वैष्णवं सर्वपापघ्नं विष्णुतुल्यपराक्रमं कामक्रोधविहीनं तमत्रिवंशविभूषणं दृष्ट्वा सुरूपं तपसां स्वरूपं दिव्यप्रभावं परितप्यमानं पप्रच्छ रम्भां सुसुखीं सरागाकोयं दिविष्ठप्रवरो महात्मा इति श्रीपद्मपुराणे भूमिखण्डे वेणोपाख्याने चतुस्त्रिंशोऽध्यायः ओम्।